बालोवाच अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ। अहं भक्तिः इति ख्याता नाम मम नाम भक्तिः इति। इमौ मे तनयौ मतौ इमौ मम सुतौ पुत्रौ तयोर्नाम नामनि ज्ञानश्च वैराग्यश्चे वैराग्यञ्चेति। तथा हि एतौ कालयोगेन जर्जरौ इति वदति।